अत्रेयमुग्राहकाभावान् न जरामपि मुञ्चतः किञ्चिदात्मसुखेनेह प्रसुप्तिर्मन्यतेनयोः। कस्मात् तव सुतौ ज्ञानवैराग्यनामानौ अधुना जरठौ स्तः इति चेत् ग्राहकाभावात् अनयोः कश्चिदपि ग्राहकः स्वीकर्ता न भवति, तस्मात् एतौ अधुना जरां न मुञ्चतः। तस्मात् तव सुतौ अधुना वृद्धौ। आत्मसुखेन कारणेन सर्वेषाम् आत्मसुखमेव अधुना प्रधानम्। तस्मात् कारणात् अनयोः प्रसुप्तिः अधुना शेरे इति भवत्या उक्तं खलु, शेराते इति भवत्या उक्तं खलु, एतौ सुतौ शेराते इति, तस्य कारणम् इदम् अस्ति।